गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। रसादिलक्षणानि विभागश्च इत्यस्मिन् पाठे स्मः। एक अशीतिः तमपुटे तत्र मूलग्रन्थे यानि वाक्यानि दत्तानि सन्ति तेषां विषये सम्पूर्णरीत्या चर्चा अभवत्। रसनग्राह्यो गुणः रसः इति रसस्य लक्षणमस्ति। अत्र मात्रपदं त्यक्तं किमर्थम् इति अस्माभिः चिन्तितं। स च मधुर आम्ल लवण कटु कषाय तिक्तभेदात् षड्विधः। अत्रापि चित्ररूपम् इति यत्र रूपस्य वर्णने अस्माभिः अधीतं तादृशम् अत्र किमपि नास्ति। तर्हि रसः इति गुणः अव्याप्यवृत्तिः, वृत्तिः गुणः इति अस्माभिः अधीतं। पृथिवीजलवृत्तिः इत्युक्ते पृथिव्यां जले एव रसः लभ्यते। पृथिव्यां षड्विध रसाः लभ्यन्ते किन्तु जले केवलं मधुरः एव लभ्यते। अनन्तरं ग्राणग्राह्यो गुणः गन्धः, ग्राणेन्द्रेण यद् गृह्यते अपि च यस्मिन् गुणत्वं वर्तते तदेव गन्धः। सः द्विविधः, सुरभिः असुरभिश्च इत्युक्ते सुगन्धः दुर्गन्धः इति। पुनः एतत् अव्याप्यवृत्तिः, पृथिवीमात्रवृत्तिः इत्युक्ते पृथिव्याम् एव गन्धः लभ्यते। अतः एव गन्धवती पृथिवी इति पृथिव्याः लक्षणं कृतम्। यत्र यत्र गन्धः अस्ति तत्र तत्र पृथिवी भवत्येव। पृथिवीं विना गन्धः इति गुणः अन्यत्र यत्र कुत्रापि न लभ्यते इत्यतः। अस्तु, अन्तिममासीत् त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः। अत्र तु मात्रपदं योजितं किमर्थमित्युक्ते तत्र त्वगिन्द्रियेण केवलं गुणः एव न ज्ञायते इति न, किन्तु तस्य आधारभूतस्य द्रव्यस्यापि ग्रहणं भवति इत्यतः अत्र मात्रपदं योजनीयं भवति। तर्हि मात्रपदं योजयामश्चेत् त्रीणि दलानि लभ्यन्ते, त्वगिन्द्रियग्राह्यत्वं, त्वग्भिन्नेन्द्रिय अग्राह्यत्वं, गुणत्वम् इति त्रीणि दलानि। तत्र दलसार्थक्यमस्ति अपि अस्माभिः कृतं, षट् सम्भावनाः अस्माभिः दृष्टाः, कुत्र कुत्र अतिव्याप्तिः भवति इत्यपि अस्माभिः दृष्टम्। सः त्रिविधः, सः इत्युक्ते स्पर्शः त्रिविधः, शीत उष्ण अनुष्णाशीतभेदात्। पृथिवी जल तेजो वायुवृत्तिः इत्युक्ते द्रव्य चतुष्टये स्पर्शः लभ्यते किन्तु शीतस्पर्शः केवलं जले एव लभ्यते, उष्णस्पर्शः तेजसि एव लभ्यते, अनुष्णाशीतः पृथिवी वायुवोः लभ्यते इति तावत् अस्माभिः अधीतम्। पुनः अस्मिन्नेव विषये यदस्माभिः अधीतम् अस्मिन्नेव विषये तत्र इदानीं विद्याधरीग्रन्थकारेण इतोपि किञ्चित् लिखितमस्ति, तर्हि झटिति पठितुं शक्यते। बालसुब्रह्मण्यमहोदयेन अपि आगतम्। उत्तमं, नमस्कारः महोदय। नमस्कारः, श्रीराम महोदयेन अपि आगतम्। उत्तमं, तर्हि स्वामी रघुवीरानन्द आरब्धुमिच्छति वा? आं महोदय, रसलक्षणं प्रागुक्तम् इति महोदय। सत्यं, द्वि अशीतिः तमपुटे उपरि रसलक्षणं प्रागुक्तं, विभागोऽपि सुज्ञेयः। अत्र चित्ररस इति विभागो नास्ति, अतः न किञ्चित् वक्तव्यम् अवशिष्यते। पृथिवीजलवृत्तिः, माधुर्यमेव च जले, अन्ये रसाः शुक्लरूपातिरिक्तरूपवत् पृथिव्याम् एव स्थितम्। hmm. रसलक्षणं प्रागुक्तं, रसं तु यद् पूर्वं दृष्टं महोदय, रसनग्राह्यगुणः रसः, विभागः अपि सुज्ञेयः, पृथिवी जलवृत्तिः इति विभागः, रसस्य विभागः मधुरामृतं महोदय, हा षड्विधः तद् विभागः अस्ति चेत् आं महोदय, तदपि ते पृथिव्यां जलम् अपि लभ्यन्ते, पृथिव्यां तु षड्विधम् इति उक्तं पूर्वं. पृथिवी जलवृत्तिः, आं पृथिवी अपि लभ्यते, जलम् अपि लभ्यते, माधुर्यमेव च. तस्यां तु षड्विधानि यत् सन्ति, केवलं मधुररसम् एव जले विद्यते, अन्ये तु पृथिव्यां लभ्यन्ते अन्यरसाः. शुक्लरूपातिरिक्तरूपवत् पृथिव्याम् एव इति स्थितम्. रूपं पूर्वं यदस्ति तथैव इति लिखितम्. न न, वदतु अत्र, अत्र एकं वाक्यं भवता त्यक्तम्, अत्र चित्ररस इति विभागः नास्ति इत्युक्ते किं, किमर्थम् एतद् वाक्यम् अत्र दत्तम्? व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति उक्त्वा चेत्, पुराणनैयायिकाः प्राचीननैयायिकाः यद् सन्ति ते चित्र रसम् अति इति तत्र न कुर्वन्ति, यथा पूर्वं चित्ररूपम् इति पूर्वं कुर्वन्ति तथैव ते चित्ररसम् इति न कुर्वन्ति. हा, तर्हि चित्ररसं यदा एकस्यापि अधिकं रसम् एकस्मिन् द्रव्ये वर्तते तत्र चित्ररसम् इति नूतनरसम् उत्पद्यते इति तादृशचिन्तनं प्राचीनैः न कृतम् इत्यतः तादृशविभागः नास्ति. तर्हि इतोपि किञ्चित् न वक्तव्यम्. अस्तु, इदानीम् अन्ये रसाः शुक्लरूप अतिरिक्तरूपवत् पृथिव्यामेव इति स्थितम् इत्युक्ते किम्? रूपम् रूपं कतिविधम्? भास्वरम् अभास्वरं महोदय? न न, रूपम् इदानीं शुक्लं कतिविधम् इति मया न पृष्टं, रूपं कतिविधम्? रूपाणि अपि महोदय अहं चिन्तयामि, शुक्लनीलपीत तर्हि सप्तविधं किल? आं महोदय, सप्तविधरूपाणि सन्ति. तर्हि तेषु शुक्लरूपस्य पुनः विभागः अस्ति. आं महोदय, शुक्लरूपस्य आं महोदय, किन्तु तादृशम् अत्र नास्ति इति, यः कोऽपि रसस्य तादृश पुनर्विभागः नास्ति इति. मधुरः इत्युक्ते मधुरः एव, पुनः तत्र इतोपि किञ्चित् यत्र यत्र आधिक्यमस्ति तादृशमधुरः वा न्यूनमस्ति इति, तादृशभेदः नास्ति. तदेव अत्र उक्तम्, अन्ये रसाः शुक्लरूप अतिरिक्तरूपवत् इत्युक्ते तादृशं. शुक्लरूप अतिरिक्तरूपं किं? तत्र पीतरूपम् इति स्वीकुर्मः, पीतरूपे पुनर्विभजनं नास्ति किल? नास्ति महोदय. अपि च ते पृथिव्यामेव लभ्यते, एवं तत्र मधुरं विहाय इत्युक्ते मधुरम् अपि पृथिव्यां लभ्यते, अन्ये रसाः अपि केवलं पृथिव्यामेव लभ्यते इति अत्र उक्तम्. आं महोदय, अस्तु, उत्तमं, धन्यवादः महोदय. अग्रे श्रीराममहोदय पठति वा? महोदय, किञ्चित् वाक्ये किञ्चित् संशयः अस्ति. शुक्लरूप रूप अतिरिक्तरूपवत् इति अस्ति खलु, तद् नपुंसकलिङ्गपदं वा? न, वत् इति अस्ति किल, शुक्लरूप अतिरिक्तरूपवत् इत्युक्ते अत्र वत् इति प्रत्ययः सादृश्यं बोधयति, सादृश्यं बोधयति. यथा शुक्लरूप अतिरिक्तरूपाणि कानि? पीत हरित रक्त इति तादृशरूपवत् इव इत्यर्थे इव पृथिव्यामेव लभ्यते इति स्थितम्. अग्रे पठतु महोदय. गन्धस्तु पृथिवीलक्षणम् इति निरूपित एव, अतः तस्य पृथिवीमात्रवृत्तित्वं लक्षणम् अपि ग्राह्यत्वघटितं रूपनिरूपणावसरे निरूपितमेव. विभागोऽस्य सुरभिः असुरभिः इति. स्पर्शलक्षणं तु मात्रपदघटितं रूपलक्षणवत्, अतः तत्र त्रीणि दलानि तेषां प्रयोजनं चित्रद्वारा प्रदर्शनप्रकारः इति सर्वं निरूपितम्. शीतस्पर्शः उष्णस्पर्शः शीतोष्णस्पर्शः इति तस्य त्रैविध्यं प्रसिद्धम्. आदिमः जलमात्रवृत्तिः, अतः जललक्षणम् इति वर्ण्यते. द्वितीयः उष्णस्पर्शः तेजोमात्रवृत्तित्वात् तेजसलक्षणं भवति. अनुष्णाशीतस्पर्शस्तु पृथिव्यां वायौ च भवति, तमादाय च वायुलक्षणं. रूपरहितः स्पर्शवान् वायुः इति प्राक् अवेदिष्म. गन्धस्तु पृथिवीलक्षणम् इति निरूपितः एव. पृथिव्या लक्षणं गन्धः इति पूर्वम् अस्माभिः अधीतम्. अतः लक्षणं गन्धः इति नास्ति, समीचीनतया वदतु. गन्धवत्वं पृथिव्याः लक्षणम्. अतः तस्य पृथिवीमात्रवृत्तित्वम् इत्युक्ते तत्र गन्धः पृथिव्याम् एव लभ्यते इति अर्थः. लक्षणम् अपि ग्राह्यत्वघटितं रूपनिरूपणावसरे निरूपितमेव. ग्राह्यत्वघटितम् इत्युक्ते किं महोदय? ग्राह्यत्वं घटितं गन्धस्य लक्षणं किम्? गन्धस्य लक्षणं पृथिव्यां यः गुणः अस्ति लक्षणं, तत्र मूले मूलग्रन्थे लक्षणवाक्यं किं? रसग्राह्यो गुणः रसः. तदनन्तरं गन्धः इत्युक्ते घ्राणग्राह्यो गुणः गन्धः. हा, तर्हि लक्षणम् एतदेव लक्षणवाक्यं, घ्राणग्राह्यो गुणः गन्धः. अस्मिन् लक्षणवाक्ये ग्राह्यः इति पदं योजितमस्ति, तदेव ग्राह्यत्वघटितम् इत्यनेन लक्षणमपि लक्षणं ग्राह्यत्वघटितं रूपनिरूपणावसरे निरूपितमेव. इत्युक्ते पुनरेव तत्र कति कति दलानि सन्ति इति एतत् सर्वम् अस्माभिः अधीतं किल, अपि च गते वर्गे अस्माभिः दृष्टम्. महोदय, घटितम् इति पदं किं महोदय तत्र? योजितम् इति अर्थः. ग्राह्यत्वघटितम् इत्युक्ते तस्मिन् वर्तते इत्यर्थः, तेन सह वर्तते घटितम्. आम्, ग्राह्य इति पदेन सह लक्षणवाक्यं वर्तते, तर्हि ग्राह्यत्वघटितम् ग्राह्यपदसः वर्तते घटितं. रूपणावसरे निरूपितमेव, एतद् अस्माभिः अधीतम् इति अर्थः. विभागो अस्य सुरभिः असुरभिः इति, तस्य विभागः अस्ति सुरभिः असुरभिः इति द्विविधं विभागः स्पर्शलक्षणं तु मात्रपदघटितम्। इदानीं स्पर्शलक्षणे मात्रपदं योजितम् अस्ति रूपलक्षणवत्, यथा रूपलक्षणे अस्माभिः दृष्टं तत्र मात्रपदं योजितम्, अत्रापि स्पर्शलक्षणे मात्रपदं योजितम् अस्ति। त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः इति अस्ति, तत्र मात्रपदं योजितम् अस्ति। अतः तत्र त्रीणि दलानि सन्ति, अत्र त्रीणि दलानि सन्ति, तत् त्वगिन्द्रियग्राह्यं तत्र त्वगिन्द्रिय भिन्न इन्द्रियेण अग्राह्यत्वं तदनन्तरं गुणः इति त्रीणि गणत्वम् इति त्रीणि दलानि सन्ति तत्र। तेषां प्रयोजनं चित्रद्वारा प्रदर्शनप्रकारः इति सर्वं निरूपितं। तत् कथम् अस्ति पूर्वं चित्रे अस्ति अष्टसप्ततिः इति मन्ये पुटे तत्र निरूपितम् अस्ति। निरूपितं शीतस्पर्शः उष्णस्पर्शः शीतोष्णस्पर्शः इति तस्य त्रैविध्यं प्रसिद्धम्। इदानीं तत्र त्रिविधं भवति तत्र स्पर्शस्य, शीतस्पर्शः शीतोष्णस्पर्श उष्णस्पर्शः शीतोष्णस्पर्शः इति। आदिमः जलमात्रवृत्तिः, आदिमः स्पर्शः शीतस्पर्शः, सः स्पर्शः जलमात्रे एव अनुभूयते, अतः जललक्षणम् इति वर्ण्यते। शीतस्पर्श जलस्य लक्षणम् इति वर्ण्यते वा महोदय? तत्र जललक्षणम् इत्युक्ते जलस्य लक्षणं वा? हा, अतः जललक्षणमिति वर्ण्यते। तर्हि जलस्य लक्षणं भवितुमर्हति, शीतस्पर्शः केवलं जले एव लभ्यते, जले एव जलस्य लक्षणम् इति वर्ण्यते। तत्र तदेव शीतस्पर्शवत् आपः द्वितीयः उष्णस्पर्शः तेजोमात्रवृत्तित्वात् तेजसः लक्षणं भवति। द्वितीयः स्पर्शः अस्ति उष्णस्पर्शः, सः तेजसि एव अनुभूयते, अतः सः तेजसः लक्षणं भवति। उष्णस्पर्शः तेजसः लक्षणं भवति। तत्र अनुष्णाशीतस्पर्शस्तु पृथिव्यां वायौ च भवति, अनुष्णशीतस्पर्शः वायौ अपि च पृथिव्यां भवति, तम् आदाय च वायुलक्षणं रूपरहितः स्पर्शवान् वायुः इति तत्र वायोः लक्षणवाक्ये अधीतम्। हा, तर्हि केवलम् अनुष्णाशीतस्पर्शवान् वायुः इति लक्षणं न उक्तं, तादृशं वदामश्चेत् तत्र पृथिव्याम् अधिव्याप्तिः भवति। किमर्थमित्युक्ते अनुष्णाशीतस्पर्शः पृथिव्यामपि लभ्यते, अतः एव रूपरहितः स्पर्शवान् इति उक्तम्। किमर्थमित्युक्ते पृथिव्यां रूपः रूपाणि सन्ति एव, किन्तु वायौ रूपः नास्ति, रूपं नास्ति इत्यतः रूपरहितस्पर्शवान् वायुः इति दलद्वयं तत्र योजितम्। उत्तमम्, अस्तु महोदय। तत्र स्पर्शवान् इति सामान्यस्पर्शः एव सूचितः अस्ति खलु, तत्र स्पर्शवान् तत्र इति तत्र अनुष्णाशीतस्पर्शवान् इति न उक्तम्। तत्र तदा शीतस्पर्शः वा उष्णस्पर्शः वा शीतोष्णस्पर्शः वा इति संशयः न भवति वा तत्र? किमर्थम् इत्युक्ते इदानीं तत्र तस्मात् पूर्वं जलस्य लक्षणम् उक्त्वा शीतस्पर्शनवत् आपः इति जलस्य स्पर्शनं जलस्य लक्षणम् उक्त्वा तदनन्तरम् उष्णस्पर्शवत् उष्णस्पर्शवत् इति उक्तं तदनन्तरमेव वायुः इति उक्त्वा तदनन्तरं रूपरहितस्पर्शवान् इति वदामश्चेत् तत्र किञ्चित् चिन्तयामश्चेत् तत्र क्लेशः न भवति. यदि साक्षात् द्वयोः लक्षणं कोऽपि पठति तर्हि कीदृशस्पर्शः भवितुमर्हति, चिन्तनं तत्र क्लेशः भवितुमर्हति, भ्रमः जायते. किन्तु क्रमेण पठामश्चेत् तत्र भ्रमः न भवति. अतः त्यक्तम्. उत्तमं महोदय, धन्यवादः. अस्तु, अग्रे बालसुब्रह्मण्य महोदय पठति वा? रूपादिचतुष्टयं पृथिव्यां पाकजम् अनित्यं पाकजम् अनित्यं च, अन्यत्र अपाकजं नित्यम् अनित्यं च, नित्यगतं नित्यम् अनित्यगतम् अनित्यम्. चतुर्णां विशेषम् आह. एकनिमिषं महोदय, तस्मात् पूर्वम् अत्र अत्र किञ्चित् वक्तुं प्रयत्नं करोति वा? शीर्षं रूपादिचतुष्टयमिति अत्र शीर्षकं नास्ति. एतत् एतानि वाक्यानि तत्र मूलग्रन्थात् उद्धृतम् आधृतमस्ति. अत्र शीर्षकं नास्ति. रूपादिचतुष्टयं पृथिव्यां पाकजम् अनित्यं च, अन्यत्र अपाकजं नित्यम् अनित्यं च, नित्यगतं नित्यम् अनित्यगतम् अनित्यम् इति उक्तम्. तर्हि भवतु, भवान् अग्रे पठित्वा एव वक्तुं शक्यते. अत्र बहु किमपि अस्ति. चतुर्णां विशेषमाह रूपादिचतुष्टयम् इत्यादिना पृथिव्यां पाकजं पाकः तेजः संयोगः तेन जायते, आतपे स्थापिते नारिकेलशकले पूर्वरूपादिनाशः अन्येषां च उत्पत्तिः तेजः संयोगादेव, अन्यत्र जलादौ तत् अपागजं न पाकेन जायते. वक्ष्यमाणप्रकारेण कारणगुणेभ्यः जायते. तत्रैव जलादौ नित्ये परमाणौ रूपादि नित्यम्, अनित्ये धनुकादौ अनित्यम्. अत्र च जलादौ रूपादिचतुष्टया सम्भवेन यथा सम्भवमेव ग्राह्यं, विसरः अन्यत्र. अत्र रूपादिचतुष्टयं पृथिव्यां पाकजम् अनित्यं च. सो रूपादिचतुष्टभेदः इत्युक्ते श्वेतं शुक्लं विना रक्तं नीलं पीतं न तद् नास्ति. रूपादिचतुष्टयं रूपस्य प्रभेदाः तु सप्तविधाः सन्ति किल. अत्र चतुष्टयम् इत्युक्तं. तर्हि आदिपदेन किं किम् उक्तम्? आदिपदेः एतावत्पर्यन्तं के गुणाः अस्माभिः अधीताः? अधीतः रूपं, स्पर्शं, स्पर्शत्वं, रसनं, रसम् इत्यादि इत्यादि इत्यादि तत्र वदतु. इत्यादि इति मा वदतु, तत्र प्रत्येकं वक्तव्यमस्ति. चतुष्टयम् इति अत्र दत्तमस्ति. तत्र गणनं तत्र तर्हि गणनं कर्तव्यं. रूपं, रसः, गन्धः, स्पर्शः. गन्धः, स्पर्शः इति अत्र सो गन् अत्र रूपादिचतुष्टयं रूपादि रूपगन्ध स्पर्श इत्यादि पृथिव्यां पाकजम् अनित्यं च. एतानि गुणाः चतुष्टगुणाः पृथिव्यां पाकजम् अनित्यम् अनित्यम् इति सरलं पाकजम् इति उत्पद्यते पृथिव्यां पाकेन न न पाकः पाकजम् इत्युक्ते किम् अत्र परिच्छेदे दत्तमस्ति किल तत् पठतु पृथिव्यां पाकजं तदनन्तरं किं लिखितमस्ति अन्यत्र अपाकजं नित्यम् अनित्यं च न न महोदय एकनिमिषं तत्र पाकजम् इत्युक्ते किम् इति इदानीम् अस्माभिः न अवगतं तत्र पृथिव्यां पाकजम् इति परिच्छेदे लिखितमस्ति तद् तस्मादुपरि यद्वाक्यमस्ति पाकः तद्वाक्यं पठतु एकवारम् पूर्वपरिच्छेदे वा न न अग्रिमपरिच्छेदे तत्र यद् यद् यः परिच्छेदः भवता पठितं चतुर्णां विशेषमाह रूपादिचतुष्टयम् इत्यादिना पृथिव्यां पाकजं तदनन्तरं पाकः पाकः तेजः संयोगः तेन जायते तेजः पाकजम् इत्युक्ते किम् पाकजम् इति पाकेन जायते इत्युक्ते पाकः तेजः संयोगः जायते पाकजम् इति अवगच्छति वा अस्य अर्थः कः इति पाकः इति वयम् अन्नं पाकं कृतः एवं पाकः पाकः इति तेजः संयोगः तेजः अवश्यं पाकार्थं सो पाकतेजसंयोगेन पाकः तेज क्षम्यता तेजसंयोगेन पाकः जायते हा उत्तमं तेजसंयोगेन पाकः जायते तर्हि तेजसंयोगेन यज्जायते तदेव पाकजम् तर्हि अत्र किं पाकजम् किं पाकजम् इत्युक्ते किं पृथिव्यां पाकजं रूपादिचतुष्ट्यं पृथिव्यां पाकजम् इत्युक्ते किं पाकजं रूपादिचतुष्टयम् एव पाकजं पाकजं तर्हि रूपं पृथिव्यां केन जायते इति चेत् तेजसंयोगेन एव जायते अत्र पश्यतु अग्रिमवाक्यं पठतु आतपे आतपे आतपे स्थापिते नारिकेलशकले पूर्वरूपादिनाशः अन्येषां च उत्पत्तिः तेजः संयोगात् एव अवगच्छति वा अत्र तेजः संयोगात् स्थापित अग्नि तेज आतपे स्थापितः चेत् नारिकेलः तस्य रूपं तस्य रूपं सम्पूर्णं नाशनं भूत्वा अन्यरूपम् उत्पत्तिः भवति उत्पत्ति भवति तत्र नालिकेरशकलम् इत्युक्ते नालिकेरं यस्मिन् विद्यते तत् हार्ड् शेल् अस्ति किल कुटामुचि तदेव नालिकेरशकलं तत् इदानीम् अग्नौ स्थापयामश्चेत् तद् पूर्वं कपिशरूपम् आसीत् इदानीं कृष्णरूपं लभ्यते तत् कृष्णरूपं कथं जायते इति चेत् तेजसंयोगेन एव जातं तस्मिन् किल तर्हि पूर्वं यः रूपः यद्रूपम् आसीत् तस्य नाशः भवति नूतनरूपम् उत्पद्यते यत् यस्य नाशं भवति तद् अनित्यमेव किल एवमेव तत्र रूपादिचतुष्टयं केवलं रूपम् इति नास्ति, अत्र उदाहरणत्वेन रूपमेव दत्तं, तत्र गन्धः अपि नूतनगन्धः उत्पद्यते, नूतनस्पर्शः अपि उत्पद्यते, नूतनरसः अपि उत्पद्यते नालिकेन शकले। यदा तेजसंयोगः भवति तर्हि तस्य रूपं परिवर्तनं, रूपस्य परिवर्तनं भवति, गन्धस्य परिवर्तनं भवति, रसस्य परिवर्तनं भवति, अपि च स्पर्शस्यापि परिवर्तनं भवति। इत्यतः रूपादिचतुष्टयं पृथिव्यां एतत् सर्वं पाकजम् अपि च अनित्यम् इति उक्तम्। उक्तं वा? अस्तु, अग्रेपि पठतु महोदय। अन्यत्र जलादौ, जलादौ तत् अपाकजं न पाकेन जायते। अत्र जलादौ इति अस्ति किल, आदिपदेन किं किम् उक्तम् अत्र? आदिपदेन रूपदि च न जलादौ, जलमारभ्य, जलमिति द्रव्यमस्ति किल? आं, जलं द्रव्यम्। अन्यत्र जलादौ तत् अपागजं न पाकेन जायते। सो जलादौ, महोदय, जलादौ तत्र आदिपदेन किं किम् उक्तम्? जलादौ से जल तेज वायु आकाश एवं वा? न, आकाशपर्यन्तं न गन्तव्यम्। आकाशे रूपादिचतुष्टयमस्ति वा? नास्ति, नास्ति। तर्हि जलम् आरभ्य तेजः वायुपर्यन्तं गन्तव्यम्। जलं तेजः वायुः हा, इति त्रीणि द्रव्याणि एव अत्र आदिपदेन परामर्शितमस्ति। जलादौ इत्युक्ते जले, तेजसि, वायौ। तत् तत् इत्युक्ते किम्? रूपं, रूपादिचतुष्टयम्। अपाकजम्, अपाकजम् इत्युक्ते न पाकेन जायते। जले कीदृशरूपमस्ति? शुक्लरूपम्। केवलशुक्लरूपं वा, ततोपि किञ्चित् वक्तव्यं वा? जलादौ कीदृशशुक्लरूपमस्ति? अभास्वरशुक्लरूपम्। हा, उत्तमं। जले अभास्वरशुक्लरूपम् अस्ति। इदानीं जलम् अग्नौ स्थापयामश्चेत्, तेजसंयोगं कुर्मश्चेत् तत्र रूपस्य परिवर्तनं भवति वा? जले विद्यमान अभास्वररूपं कृष्णरूपम् इति भवति वा? नास्ति किल? नास्ति, नास्ति। अतः एव अत्र उक्तम् अपाकजम् इत्युक्ते तत्र स्वरूपेण एव तत्र अभास्वरशुक्लरूपं विद्यते, अपि च तस्य परिवर्तनं जलसंयोगेन न भवति। इत्यतः जले विद्यमान किं वदामः, जले विद्यमान अभास्वरशुक्लरूपं नित्यमस्ति, नित्यमस्ति इति नास्ति, तत्र अपाकजम् इति अवगन्तव्यम्। अपाकजम् एवमेव गन्धः अपि, एतत् सर्वं यद्यत् यत्र यत्र भवितुमर्हति तत्सर्वं तत्र तत्र अपाकजम् इति अवगन्तव्यम्। अनित्यं न। अग्रे अग्रे वक्ष्यमाणप्रकारेण कारणगुणेभ्यः जायते, कारणगुणेभ्यः जायते भक्ष्यमाणप्रकारेण। भक्ष्यमाणम् इत्युक्ते अग्रे आगमिष्यति इति, एतावत्पर्यन्तं न उक्तम्, किन्तु अग्रे आगमिष्यति। कारणेभ्यः जायते, कारणगुणेभ्यः जायते, कारणगुणेभ्यः जायते, गुणेभ्यः जायते। अत्र पश्यतु महोदय, तत्र इदानीं कपालद्वयं वर्तते इति चिन्तयतु। कपाले नीलवर्णम् अस्ति चेत् घटस्य रूपं किं भवति? नीलमेव। हा, तदेव। तर्हि कारणे ये गुणाः विद्यन्ते ते एव गुणाः कार्ये अपि जायन्ते इत्यतः कारणगुणेभ्यः तत्र पञ्चमी विभक्ति पञ्चमी बहुवचनं कारणगुणेभ्यः जायते इति उक्तम्. परन्तु अग्रे आतपः आतपः दृश्यते चेत् रूपस्य परिवर्तनं भवति किल, सो कारणगुणेभ्यः जायते इति वक्तुं शक्यते वा? न, कुत्र कुत्र परिवर्तनं जायते? भक्ष्यमाणप्रकारेण कारणगुणेभ्यः जायते. सत्यं. सो कारणगुणः नारिकेलस्य रूपं न, तत्तु पृथिव्या. इदानीं जलादौ अस्माकं चिन्तनमस्ति. भक्ष्यमाणप्रकारेण कारणगुणेभ्यः जायते. अत्र पश्यतु, इदानीं घटमस्ति, कपालः अस्ति, कपालद्वयसंयोगेन यः घटः जायते तत्र कपाले विद्यमानरूपम् एव घटे भवति. तदनन्तरम् इदानीं घटं स्वीकृत्य आतपे इत्युक्ते तेजसि स्थापयामश्चेत् तत्र पुनः परिवर्तनं भवति इति तु सत्यम्. किन्तु कार्ये गुणं कथं जायते इति चेत् कारणेन एव कारणेभ्यः एव जायते. अस्तु, अत्र अग्रे तत्र एव जलादौ नित्ये परमाणौ रूपादि नित्यं. तत्र एव जलादौ नित्ये परमाणौ रूपादि नित्यं. सो तत्रैव जलादौ नित्य इति चेत् जल तेज वायु इत्यादि नित्यं वक्तुं शक्यते वा? तत्र एव जलादौ इत्युक्ते जले तेजसि वायु वायौ नित्ये नित्ये इत्युक्ते परमाणौ इति अर्थः. यत्र यत्र ऐटालिक्स् दृश्यते तत्सर्वं तस्मात् पूर्वं विद्यमानपदस्य पर्यायपदमस्ति इति अवगन्तव्यं. यथा पाकः इत्युक्ते तेजः संयोगः इति अर्थः. एवमेव नित्ये इत्युक्ते परमाणौ, परमाणवः नित्याः इति अस्माभिः अधीतं किल. तर्हि जले तेजसि वायौ तेषां परमाणूनां रूपादि नित्यं भवति. तदेव अत्र उपरि उक्तं नित्यगतं नित्यं. नित्यगतं नित्यम् इत्युक्ते नित्ये परमाणौ रूपादयः नित्यम्, अनित्ये द्वणुकादौ अनित्यम्. अनित्यगतम् अनित्यम् इति उपरि यदुक्तं तस्य विवरणमस्ति एतत्. अनित्ये द्वणुकादौ अनित्यम् इति. तर्हि कुत्र नित्यं भवति इति चेत् तत्र कारणे परमाणौ नित्यं भवति रूपादि चतुष्टयम्. अनित्य कार्ये एते सर्वे अनित्यमेव भवन्ति इति. अग्रे महोदय, अत्र जलादौ अत्र च जलादौ रूपादि चतुष्टय असम्भवेन यथा सम्भवम् एव ग्राह्यम्. जलादौ अत्र च रूपादिचतुष्टया असम्भवेन इत्युक्ते किं? रूपादिचतुष्टयं पुनः वदतु. रूपादिचतुष्टयम् इत्युक्ते किं? रूप गन्ध रूप रस महोदय. हा वदतु महोदय पुनः. गन्धरूपरसग्राण न ग्राण इति नास्ति, ग्राण इति इन्द्रियं. न न न, गन्धरूपरस रूपरसगन्धस्पर्श स्पर्श स्पर्श स्पर्श. तर्हि एतेषु गुणेषु तत्र जले के विद्यन्ते? व्यञ्जने रूपः अस्ति, रूपं रूपः इति पुल्लिङ्ग पुल्लिङ्गं नास्ति, रूपम् इति नपुंसकलिङ्गं, नपुंसकलिङ्ग जले रूपमस्ति, जले गन्धः अस्ति वा? जले गन्धः नास्ति, पृथिव्यः गन्धः नास्ति, जले गन्धः नास्ति. तर्हि जले केवलं रूपमस्ति, स्पर्शः अस्ति, अपि च रसः अस्ति, रसः अस्ति मधुरं. तदेव अत्र उक्तं रूपादिचतुष्टये चतुष्टय असम्भवेन यथा सम्भवमेव ग्राह्यम् इत्युक्ते इदानीं जले गन्धः न भवितुमर्हति. तर्हि एतादृशचिन्तनं तत्र पाकजं नित्यम् अनित्यम् इति एतादृशचिन्तनं यथा सम्भवं तथा एव स्वीकर्तव्यम् इति उक्तम् अत्र. जले केवलं त्रयः गुणाः एव भवितुमर्हति, येषु चतुर्षु गुणेषु त्रयः गुणाः एव जले भवितुमर्हति. तर्हि तेषां विषये एव अत्र उक्तम् इत्युक्ते परमाणौ तत्र त्रयः जलपरमाणौ त्रयः गुणाः एव भवन्ति, ते तु नित्याः. कार्ये त्रयगुणाः एव भवन्ति, ते अनित्याः, अपि च सर्वे अपाकजाः इति अवगन्तव्यम्. एवमेव तेजसि चतुर्षु गुणेषु के के भवन्ति इति वदतु, चिन्तयतु. तेजसि रूपं भवति वा? रूपं नास्ति. तेजसि रूपं शुक्ल वासुरशुक्लरूपम् अस्ति. सत्यं. गन्धः अस्ति वा? गन्धः नास्ति. रसः अस्ति वा? स्पर्शः अस्ति. स्पर्शः नास्ति. न न, स्पर्शः अस्ति सत्यं, तत्र उष्णस्पर्शवान् किल. उष्णस्पर्शः उष्णः अस्ति. आम् आम्. स्पर्श रसः अस्ति वा? रसः नास्ति. हा, रसः नास्ति. किमर्थमित्युक्ते रसस्य वृत्तित्वं केवलं पृथिवी जले एव. तर्हि तेजसि गुणद्वयमेव लभ्यते रूपादि चतुष्टयेषु, तत्र केवलं गुणद्वयमेव लभ्यते, एकं तु रूपं, द्वितीयं तु स्पर्शः. स्पर्शः. तर्हि तत्र नित्यगतं नित्यम्, अनित्यगतं नित्यम्, एतेषु एतयोः गुणद्वयोः इति अवगन्तव्यम्. इदानीं वायौ चतुर्षु गुणेषु के के लभ्यन्ते? स्पर्शत्वम् अस्ति. वायौ स्पर्शः अस्ति. गन्धः अस्ति वा? गन्धः अस्ति. वायौ सुरभि असुरभि इति न, गन्धः नास्ति. हा, गन्धः केवलं पृथिव्यामेव लभ्यते. आम् आम् आम्. तर्हि वायौ गन्धः नास्ति. वायौ रसः अस्ति वा? नास्ति. वायौ रूपमस्ति वा? रूपं नास्ति. तर्हि एकः एव गुणः वायौ अस्ति. तदेव अत्र उक्तं. तर्हि आहत्य पृथिव्यां रूपादिचतुष्टयं लभ्यते, जले केवलं त्रयः गुणाः एव लभ्यन्ते, तेजसि गुणद्वयमेव लभ्यते, वायो एकः एव गुणः लभ्यते. तदेव अत्र उक्तं, तत्र जलादौ रूपादिचतुष्टय असम्भवेन यथा सम्भवमेव ग्राह्यम्. रूपादिचतुष्टयं जलादौ न भवति, अतः यथा सम्भवम् अत्र ग्राह्यम्, यदा इदानीमेव अस्माभिः अधीतं. विस्तरः अन्यत्र. उत्तमं, धन्यवादः महोदय. धन्यवादः. अग्रे विजी भगिनी पठति वा? हरि ओं महोदय. हा, वदतु स्वामि. महोदय, पाकजं किम् अपाकजं किम् इति मया न स्पष्टतया बुद्धं महोदय, यतोहि कान्फरेन्स् काल् अनित्यं वा नित्यं वा इति न जातं. एकवारं भग्नः जातः. आमां, दृष्टवान् अहं, दृष्टवान्. अस्तु, तत्र किमपि नास्ति. पाकजं, तत्र पाकः इत्युक्ते किं? तेजसंयोगः एव पाकः. तर्हि तेजसंयोगेन यद् जायते तदेव पाकजम् इति वदामः. पाकः इत्युक्ते तेजसंयोगः. पाकजम् इत्युक्ते स्वभावनष्टं किमपि न न तद् तत्र स्वभावः इत्यस्मिन् विषये इदानीं न चिन्तयतु. विजी भगिनी किञ्चित् म्यूट् मध्ये भवतु, तदनन्तरं पुनः आह्वयामि. अस्तु, पाकः इत्युक्ते तेजसंयोगः. तेजसंयोगेन यद् जायते तत् पाकजम्, तेजसंयोगेन यत् न जायते तत् अपाकजम्. तर्हि इदानीं नारीकेलशकलं तेजसि स्थापयामश्चेत् तस्य रूपस्य परिवर्तनं भवति किल, कृष्णरूपं जायते. तर्हि इदानीं नारीकेलशकले विद्यमानकृष्णरूपं पाकजम् अस्ति. बुद्धं वा? पुनः वाक्यं वदतु महोदय एकवारं. न, तेजसि नारीकेलशकलं, नारीकेलशकलं जानाति किल? जानामि महोदय. आम्, हा, तेजसि नारीकेलशकलं स्थापयामश्चेत् तत्र नूतनकृष्णरूपं जायते. जायते महोदय. तर्हि तद् कृष्णरूपं पाकजं, पाकेन जातं किल, तेजसंयोगेन जातं. पाकः इत्युक्ते तेजसंयोगः. तेजसंयोगेन कृष्णरूपं जातम् इत्यतः नारीकेलशकले विद्यमान कृष्णरूपं पाकजम्. तत्र नूतनरूपम् उत्पादितम् इत्यतः पूर्वं यद् रूपम् आसीत् तस्य नष्टः जातः. तर्हि अनित्यत्वम् अपि आगतं रूपे इति अवगन्तव्यं. तदेव महोदय, अनित्यत्वम् आगतं महोदय इत्युक्ते तत्र पूर्वं यद् रूपम् आसीत् कपिशः इति रूपं, ब्रौन् रूपम् आसीत् किल, आं महोदय, तस्य नाशः जातः. यस्य नाशः भवति तदेव अनित्यम् इति वदामः किल महोदय. तर्हि तत्र अनित्ये वदतु महोदय. न, तर्हि पृथिव्यां यः कोऽपि रूपं भवतु तस्य नाशः भवत्येव. तर्हि पृथिव्यां विद्यमानस्य विद्यमानरूपादिचतुष्टयम् अनित्यं, सर्वम् अनित्यम् इत्युक्ते पृथिव्यां विद्यमानस्य रूपस्य नाशः भवति, नूतनरूपम् उत्पद्यते. गन्धस्य नाशं भवति, नूतनगन्धः उत्पद्यते. रसस्य नाशं जायते, नूतनरसस्य रसः उत्पत्तिः भवति, रसस्य उत्पत्तिः भवति. अपि च स्पर्शस्य अपि नाशः जायते, नूतनस्पर्शः उत्पद्यते इति कृत्वा रूपादिचतुष्टयम् अपि पृथिव्याम् अनित्यमेव इति अवगन्तव्यं. तदेव उक्तमत्र महोदय. किन्तु तत्र अनित्ये द्वनुकादौ अनित्यम् इति पूर्वं पठितं महोदय, मया श्रुतं चेत् परमाणु द्वयणु द्वनु त्रयणु एतत् त्रीणि नित्यम् इति नास्ति. कुत्र पठितं? केवलं परमाणवः एव नित्यं. तत्र द्वणुकादौ द्वणुके परिमाणं न जातं, तर्हि द्वणुकस्यापि प्रत्यक्षयोग्यत्वं नास्ति इति तावदेव पठितं. द्वणुकं निश्चयेन अनित्यमेव महोदय. महोदय, परमाणोः मध्ये यदा संयोगः जायते तदा एव द्वणुकस्य उत्पत्तिः भवति. तर्हि उत्पत्तिः भवति चेत् कथं वा तस्य नित्यत्वम्? सत्यं महोदय, प्रत्यक्षं न भवति किन्तु ते अपि अनित्यमेव. सत्यं महोदय. नारिकेलशकलं, शकलम् इत्युक्ते नारिकेलस्य शेल् वा? आमामां, नो चेत् पीस्. पीस्, नो नो, तत्र even including that coconut shell or this thing also, including that coconut. No, no, tatra kevalam itte kevalam tatra shell eva svikartum shakyate. Shell eva. Dhanyavad. सकलम् इत्युक्ते यथा विजयभगिन्या उक्तं भागः इति अर्थः. उत्तमं, तर्हि विजयभगिनी वदतु अग्रे. अन्वयसहचारक इति पदार्थनिरूपणम्. अन्वयसहचारक इति पदार्थनिरूपणम्. अन्वयसहचारक इत्युक्ते अग्रे अत्रेतं वक्तव्यं. शास्त्रे अस्मिन् कार्यकारणभावः तत्र तत्र चिन्त्यते. अस्माभिः अपि कारणत्वनिकषाः आलोचिताः. ग्रन्थकारेण समवायिनीमित्त कारणताभेदात् निमित्तकारणभेदात् कारणताप्रकाराः अग्रे प्रदर्शयिष्यन्ते. तस्मिन् विचारे यस्मिन् सति कार्यं भवति, यस्मिन् असति कार्यं न एव भवति, तत् तस्य कारणमिति अवधार्यते, निश्चीयते. ततः कदाचित् कारणदर्शने कार्यमात्रस्य च दर्शने कारणम् अदृश्यम् अपि तत्र अस्तीति अवधार्यते. यथा अकस्मात् नद्यापूरः भवति चेत् अप्रत्यक्ष अपि वृष्टिः ऊर्ध्वदेशे क्वचित् अभूत् इति अवगच्छामः. पुनः पठामि महोदय. सन्धिकार्येण क्लिष्टम्. अत्र एतं वक्तव्यम्, अत्रेदं वक्तव्यं. शास्त्रे अस्मिन् कार्यकारणभावः तत्र तत्र चिन्त्यते. शास्त्रे कार्यकारणभावः चिन्तनीयं भवति. यथा पूर्वमेव वक्ष्यमाणप्रकारेण कारणगुणेभ्यः जायते इति दत्तं किल. कारणे यत् गुणः कार्ये अपि दृश्यते इति उदाहरणरूपेण नारिकेल दत्तं. नारिकेल ते उष्णसम्बन्धेन रूपं नश्यते इति. तस्य परामर्शः अत्र नास्ति भगिनि. शास्त्रे अस्मिन् इत्युक्ते अस्मिन् शास्त्रे, अस्मिन् न्यायशास्त्रे कार्यकारणभावः तत्र तत्र चिन्त्यते. तत्रापि कार्यकारणम् इति भवान् उक्तवान् किल. कारणम् अस्ति तत्र. एतावत्पर्यन्तम् अस्माभिः न वक्ष्यमाणप्रकारेण, इदानीमेव वक्ष्यते. किन्तु अग्रिमवाक्यं पठतु. अस्माभिः अपि कारणत्वनिकषाः आलोचिताः. तस्मिन् विषये वदतु. अस्माभिः अपि कारणत्वनिकषाः आलोचिताः इत्युक्ते तेजः संयोगः वा? न न न, तत्र कारणत्वं यस्य कस्यापि कारणम् इति स्वीकर्तव्यं चेत् तत्र त्रयः निकाषाः भवेत् इति अस्माभिः पूर्वमेव अधीतं पूर्वमेव दृष्टं किल कार्याधिकरणे कार्यात् पूर्वक्षण तदनन्तरं कार्याधिकरणे स्थातव्यं कार्याधिकरणे कार्याधिकरणे सर्वदा स्थातव्यं उत्तमं तर्हि त्रिंशत्तमपुटे अस्ति कार्याधिकरणे स्थातव्यं कार्याधिकरणे सर्वदा स्थातव्यं कार्याधिकरणे कार्यवृत्तोः पूर्वक्षणे स्थातव्यम् इति त्रयः निकषाः अस्माभिः अधीताः ग्रन्थकारेण समवायि असमवायि निमित्तकारणताभेदात् कारणताप्रकाराः अग्रे प्रदर्शयिष्यन्ति गन्धकारेण समवायि असमवायि निमित्त इत्युक्ते कारणस्य त्रैविध्यम् अस्ति एकं समवायीकारणं द्वितीयम् असमवायीकारणं तृतीयं निमित्तकारणं निमित्तकारणम् अस्मिन् विषये अग्रे वक्ष्यन्ते तर्हि इदानीम् अस्मिन् चिन्तनं नास्तु अग्रे तस्मिन् विचारे यस्मिन् सति कार्यं भवति यस्मिन् असति कार्यं न एव भवति तत् तस्य कारणम् इति अवधार्यते निश्यते निश्यते इति मूलग्रन्थे अस्ति तदर्थं मूलग्रन्थे नास्ति अवधार्यते इत्युक्ते निश्चीयते इति अर्थः यद् ऐटालिक् मध्ये दत्तमस्ति पूर्वस्य पदस्य अर्थः पर्यायपदम् अवधार्यते इत्युक्ते किम् इति निश्चीयते इति अर्थः पारिभाषिक वा न न पारिभाषिकं सामान्यलौकिकव्यवहारशब्दः तस्मिन् यस्मिन् विचारे सति कार्यं भवति यस्मिन् विचारे असति कार्यं न भवति इति तस्य कारणम् इति अवधार्यते इत्युक्ते कारणम् अवगमनं कार्यं भवति कारणं नास्ति चेत् कार्यं न भवति इति अस्ति चेत् तदेव कार्यस्य कारणं भवति कारणं भवति निश्चयते तत्र पटस्य कारणं किं महोदय पटं पटमस्ति किल पटस्य कारणं किं दन्तवः तन्तवः उत्तमः तन्तवः सन्ति चेत् पटः जायते उत्पद्यते तन्तवः नास्ति चेत् पटः न उत्पद्यते अतः एव तन्तवः पटस्य कारणम् इति स्वीकर्तुं शक्यते अग्निः अस्ति चेत् धूमः जायते अग्निः नास्ति चेत् धूमः न जायते अतः अग्निः धूमस्य कारणम् इति एतादृशचिन्तनं कृत्वा किं कस्य कारणं धन्यवादः महोदय ततः कदाचित् कारणादर्शने कार्यमप्रस्य च दर्शने कारणम् अदृश्यम् अपि तत्र अस्ति इति अवधार्यते कारणात् इति अतः कारणदर्शिनी कार्यं मात्र कारण अदर्शने कारणादर्शने जी भगिनी अस्ति किम् हरिः ओम् अस्ति वा महोदय सुवर्णं महोदय हा अस्ति अहमस्मि अहमस्मि हलो किन्तु इदानीं श्रूयते विजय भगिनी वदतु का कदाचित् कारणदर्शने कार्यं मात्र कारण अदर्शने भगिनी समीचीनतया सन्धिं कृत्वा कारणादर्शने इति अस्ति किल कारण अदर्शने कार्यं मात्रस्य च दर्शने कारणं नो चेत् अपि कार्यं विद्यते वा कारणं न दृश्यते कार्यं तु दृश्यते तत्र कारणम् अदृश्यमपि तत्र अस्ति इति अवधार्यते उदाहरणमस्ति अग्रे यथा कारणम् अदृश्यमपि तत्र अस्ति इति अवधार्यते यथा अकस्मात् नद्ये पूरः भवति चेत् अप्रत्यक्षपि दृष्टिः ऊर्ध्वदेशे क्वचित् अभूत् इति अवगच्छामः इदानीं भवती कापि नद्यां पुरतः अस्ति इति चिन्तयतु तत्र अकस्मात् नद्यां जलस्य पूरणं भवति इत्युक्ते जलस्य अधिकं दृश्यते इति चिन्तयतु किन्तु तस्मिन् समये दृष्टिः नास्ति नास्ति पूर्वं दृष्टिः भवेत् पूर्वम् इत्युक्ते पूर्वदेशे तत्र नदी यस्मिन् देशे भवति अस्ति तत्रैव नद्यः उत्पत्तिः इति नास्ति किल नद्यः प्रवदिः प्रवाहः भवति तर्हि पूर्वं पूर्वदेशे यत्र नद्यः उत्पत्तिः भवति तत्र तत्र वृष्टिः भवति अतः एव इदानीम् अत्र जलप्रवाहम् अधिकं न प्रदर्शनं इति एतादृश ऊहां कर्तुं शक्यते किल प्रत्येते आम् आम् तदेव अत्र उक्तं कारण अदर्शने इत्युक्ते कारण अदर्शनमपि कार्यं दर्शनं भवति इति कृत्वा तत्र कारणम् एतदेव भवति इति अनुमानं कर्तुं शक्यते तर्हि कारणं विना कार्यं यदा कदापि न उत्पद्यते इति अवगच्छामः कारण अदर्शने कार्यमात्रस्य च दर्शने कारणम् अदृश्यम् अपि तत्र अस्ति इति अवधार्यते आं महोदय अवगतम् अस्तु अस्तु धन्यवादः भगिनि अग्रे विजया भगिनी पठति वा अस्तु जि तत्रैव च पूर्वोक्तानां वक्ष्यमाणानां तथैव च तथैव च पूर्वोक्तानां वक्ष्यमाणानां च केषाञ्चित् गुणानां द्रव्यविशेषजन्यत्वं विच्छिनुमः यथा गन्धः पृथिव्यां सत्यां भवति पृथिवी न भवति चेत् गन्धः न भवति इति गन्धः पृथिवीमात्रजन्यः पृथिवी मात्रजन्यः इति अवगम्यते पृथिवी सत्त्वे गन्धः इति पृथिवीगन्धयोः अन्वयम् आदाय सत्ताम् आदाय विद्यमानत्वम् आदाय चिन्तयते इति अयं अन्वयसहचारः इति व्यवश्रियते. सहचारः समानाधिकरणं समानाधिकरण्यं भावयोः पृथिवी गन्धयोः समानाधिकरणं समानाधिकरणीयम् इति. तत्र तथा एव पूर्वोक्तानां पक्ष्यमाणानां केषाञ्चित् गुणानां द्रव्यविशेषजन्यत्वं निच्छिनुमः. तत्र जन्यत्वं गुणानां द्रव्यविशेषाणां जन्यत्वं तत्र निच्छिनुमः इत्युक्ते चिन्तयामः वा? चिन्तय निश्चिनुमः इति निश्चयं कुर्मः इति, निश्चयं कुर्मः निश्चीयते इति अर्थः, अवधार्यते निश्चीयते. अनन्तरं यथा गन्धः पृथिव्यां सत्यं भवति, तत्र सत्यम् इत्युक्ते सत् इति पदस्य सप्तमी विभक्ति, गन्धः पृथिव्यां सप्तमी विभक्तिः. लिङ्गं किं भगिनि तत्र? सत्याम् इति समीचीनतया भवत्या उक्तं, तत्र सप्तमी विभक्ति एकवचनम् इति, लिङ्गं किं? स्त्रीलिङ्गमेव खलु? हा उत्तमं, पृथिव्याम् इति अस्ति, पृथिवी इति स्त्रीलिङ्गपदमस्ति, अतः सत्याम् इति भवति. यदि पुल्लिङ्गमस्ति चेत् सति इति भवति. उत्तमम्. अग्रे पुल्लिङ्गरूपं पृथिवी न भवति चेत् गन्धः न भवति एव. पृथिवी नास्ति चेत् तत्र गन्धः अपि नास्ति इति. गन्धः पृथिव्यं पृथिवी मात्रजन्यः, अतः तत्र गन्धस्य जन्यं कुत्र भवति इति चेत् पृथिव्याम् एव. गन्धस्य जन्यम् इति न वदतु, गन्धस्य जननं. जन्यः इत्युक्ते कः? इदानीम् अत्र जन्यः इत्युक्ते गन्धः एव जन्यः, पृथिवी जनकः. गन्धस्य जननं पृथिव्यायाः भवति इति अर्थः. उत्तमम्. अग्रे भगिनि. अनन्तरं एतत् तत्र अवगम्यते, गन्धः नास्ति चेत् पृथिवीः नास्ति चेत् तत्र गन्धः नास्ति इति. तर्हि किं, कस्य कारणं? कारणं तत्र पृथिवी एव, कार्यं तत्र गन्धः. उत्तमं. तर्हि गन्धः अस्ति, पृथिवी अस्ति चेत् गन्धः लभ्यते, पृथिवी नास्ति चेत् गन्धः न लभ्यते इत्यतः पृथिवी एव गन्धस्य कारणम्. अग्रे भगिनि, पृथिवी सत्त्वे इति पृथिवी गन्धयोः अन्वयमादाय, अन्वयम् इत्युक्ते क्रमेण तत्र आदाय सत्ताम् आदाय, तत्र सति पृथिव्यां गन्धः सति इति पूर्वमेव दृष्टवन्तः. सत्ताम् आदाय विद्यमानत्वं तत्र अस्ति इति आदाय चिन्त्यते इति अयं भगिनि एकनिमिषम् अत्र यद् ऐटालिक्स् मध्ये दत्तमस्ति तद् अहं पूर्वमेव उक्तं, तत्र पूर्वं स्थितस्य पदस्य पर्यायपदम् अन्वयम् आदाय, तत्र अन्वयम् इत्युक्ते किं? सत्ताम् इति अर्थः. पुनः विद्यमानत्वम् अन्वय इत्युक्ते किं? सत्ता. विद्यमानत्वम् इति पर्यायपदमस्ति. अन्वयम् इत्युक्ते किम् इति चेत् सत्ता इति अर्थः, विद्यमानत्वम् इति अर्थः. अन्वयम् आदाय, सत्ताम् आदाय, विद्यमानत्वम् आदाय चिन्त्यते इति. अग्रे अन्वयसहचारः, अन्वयसहचारः इति तत्र पदं पदार्थमेव निरूपणं तत्र क्रमः. तर्हि अन्वयसहचारः इत्युक्ते किम्? अत्र अन्वयसहचारः इत्युक्ते तत्र पृथिव्याम् एव गन्धः उत्पत्तिः इति. तर्हि तत् सत्त्वे तत् सत्त्वम् इति अन्वयसहचारः. पृथिवीसत्त्वे गन्धसत्त्वम् इति वाक्यमेव अन्वयसहचारः इति वदामः. पृथिवीसत्त्वे गन्धसत्त्वं तत् सत्त्वे तत् सत्त्वम् इति अन्वयसहचारः इति वदामः. तत्र अस्तु जि, तत्र सहचारः सामान्याधिकरण्यं तत्र विभक्तिः रूपं स्वीकृतं वा तत्र? न, विभक्ति अत्र अत्र व्याकरणविषये सामानाधिकरण्यं नास्ति. सह इत्युक्ते सामानाधिकरण्यं, सामानाधिकरण्यम् इत्युक्ते मिलित्वा उपस्थितिः, एकस्मिन् अधिकरणे द्वयमपि लभ्यते. अग्रे पठतु भगिनि भावयोः. मिलित्वा तत्र उपस्थितिः भावयोः पृथिवी गन्धयोः सामान्याधिकरण्यम् एव. अस्तु, अत्र तयोः मध्ये सामानाधिकरण्यम् तत्र विद्यमानत्वं भावयोः, भावयोः इत्युक्ते तत्र गन्ध पृथिव्योः तत्रैव अस्ति खलु जि, पृथिवी गन्धयोः इति भावयोः इत्युक्ते पृथिवी गन्धयोः मध्ये सामानाधिकरण्यं कथं लभ्यते इति निरूपयतु. सामानाधिकरण्यम् इत्युक्ते किम्? भवान् मया तु उक्तं, भवती अवगतवती वा? उदाहरणं दत्वा प्रदर्शयतु. भवती कृपया प्रयत्नं करोतु भगिनी, यदि दोषेण वदति चेत् अहं वदामि, तस्य निवारणं करोमि. तत्र भावम् इत्युक्ते तत्र पृथिव्या इदानीं भावयोः इति पदं त्यजतु, केवलं सामानाधिकरण्यम् इत्युक्ते किम् इति वदतु. मम चिन्तनं पृथिव्या पृथिवी अस्ति चेत् गन्धः तद् तावदेव मम चिन्तनम् अस्ति. गुणः अस्ति चेत् तत्र गन्धः, पृथिव्यां गुणः अस्ति चेत् गन्धः अस्ति. तत्र सामान्याधिकरण्यं किं सूचयति अहं न जानामि. अस्तु, तत्र इदानीं पृथिवीगन्धयोः मध्ये सामानाधिकरण्यं सामान्यतया किम् इति अवगच्छति वा? यस्मिन् अभावे अपि अस्ति. न न न, अत्र अत्र मम प्रश्नः एकः एव, सामानाधिकरण्यम् इत्युक्ते किम् इति कोऽपि वदतु. शिवराममहोदय प्रयत्नं करोति वा? सामान्याधिकरणं नाम द्वयोपदयोः यदा समानं पदं समानपदस्य निर्देशं करोति तत् नाम सामान्य पदद्वयं वा. उदाहरणं नाम सुन्दरः बालकः इति वयम् उदाहरणं स्वीकुर्मः चेत् बालक इति पदेन निर्देशितं यः व्यक्तिः अस्ति सः व्यक्ति एव सुन्दर इति पदेन अपि निर्देशितः अस्ति. तर्हि सुन्दर तथा बालक एतयोः मध्ये समान अधिकरणमस्ति, सामान्य अधिकरणमस्ति. बालक इति पदस्य अधिकरणं तथा सुन्दर इति पदस्य अधिकरणं समानः अस्ति, समानम् अस्ति. तत् तत् कारणेन सुन्दरः बालकः तथा सामान्याधिकरणं भवति. सत्यं महोदय, किन्तु इदानीं भवता तत्र व्याकरणदृष्ट्या उक्तम्, इदानीम् अन्यत् तत्र न्यायदृष्ट्या एतदेव भवता यत् प्रतिपादितं तत् सत्यमेव, किन्तु इतोपि लघ्वीकृत्वा तत्र वक्तुं शक्यते. इत्युक्ते न्यायरीत्या यत्किमपि पदार्थं स्वीकृत्य वदतु, द्रव्यं स्वीकृत्य वा पदार्थं स्वीकृत्य समानसमये एकमेव आधारः घटकं प्रतियोगित्वं घटत्वम् अस्ति, प्रतियोगिता अपि तत्र अस्ति इति. हा उत्तमं. विजय भगिनी वदतु. विजय भगिनी वदतु. घटे घटत्वम् अस्ति, घटत्वम् इति जाति अस्ति, घटे अपि तस्य अभावस्य प्रतियोगिता अपि अस्ति इति कारणेन घटः समानाधिकरणं घट घटत्वस्य अपि प्रतियोगितायाः. पुनः वदतु तत्र भवत्याः समीचीनं, किन्तु इदानीं घटत्वं घटे विद्यते, प्रतियोगिता अपि घटे वर्तते, तर्हि घटः इदानीं किम्? घटः अधिकरणं भवति, समान अधिकरणं भवति भवति अधिकरणं भवति. समानाधिकरण्यं कुत्र भवति? करणम् अपि च करण्यं द्वयोः मध्ये भेदः वर्तते. समानाधिकरण्यं घटे भवति. घटत्वे विजय भगिनी घटः एव समान अधिकरणम् अधिकरणम् आम्. विजय भगिनी वदतु. सामान्य अधिकरण्यं मुरळीमहोदय एकनिमिषं. विजया भगिनी वदतु. सामान्य अधिकरण्यं घटत्वे वर्तते. नो, तत्र सामानाधिकरण्यम् इति उक्त्वा एकमेव वदति चेत् दोषाय. सामानाधिकरण्यं कुत्र कुत्र वर्तते? घटत्वे अपि च प्रतियोगिताः. हा प्रतियोगितायां. प्रतियोगितायां स्त्रीलिङ्ग. बुद्धं वा? घटत्वम् इदानीं किञ्चित् वदामि अहं. घटत्वं घटे वर्तते, प्रतियोगिता घटे वर्तते, तर्हि घटः एव समान अधिकरणम् अस्ति तयोः सद घटत्वस्य अपि च प्रतियोगितायाः समान अधिकरणमस्ति घटः. तर्हि घटत्वम् अपि च प्रतियोगितायाः अनयोः मध्ये समानाधिकरण्यं वर्तते. ययोः समान अधिकरणम् अस्ति तयोः मध्ये समानाधिकरण्यम् इति बोध्यम्. ययोः समान अधिकरणमस्ति तयोः मध्ये समान अधिकरण्यं समानाधिकरण्यं वर्तते इति अवगन्तव्यम्. इदानीं भूतलमस्ति इति चिन्तयतु. भूतले घटः अस्ति, पुस्तकमपि अस्ति इति चिन्तयतु. तर्हि भूतलमेव पुस्तकस्य अपि च घटस्य अधिकरणं भवति. एकमेव भूतलं घटस्य अपि च पुस्तकस्य अधिकरणं भवति इत्यतः घटपुस्तकयोः मध्ये समानाधिकरण्यं वर्तते. बुद्धं वा? अस्तु, इदानीं विजी भगिनी अत्र किमुक्तं? पृथिवीगन्धयोः समानाधिकरण्यम् इति उक्तम्. तर्हि कयोः मध्ये समानाधिकरण्यं? पृथिवी अपि च विजी भगिनी नास्ति, विजया भगिनी. पृथिवीगन्धयोः समानाधिकरण्यम् इति वाक्यमस्ति किल, तर्हि कयोः मध्ये समानाधिकरण्यम्? पृथिवीगन्धयोः. उत्तमं. तर्हि निरूपयतु अत्र समानाधिकरणं किम्. पृथिवीगन्धयोः मध्ये समानाधिकरण्यं वर्तते चेत् द्वयमपि एकस्मिन् अधिकरणे भवेत् किल. इदानीम् अधिकरणं किम्? पृथिवी एव अधिकरणम्. तर्हि पृथिवी पृथिव्यां वर्तते, गन्धः पृथिव्यां वर्तते इति वस्तुस्थितिः वा? पृथिव्यां गन्धः वर्तते एव. सत्यं, पृथिव्यां गन्धः वर्तते, किन्तु पृथिवी अपि पृथिव्यां वर्तते इति वदामश्चेदेव इदानीं पृथिवीगन्धयोः मध्ये समानाधिकरण्यं भवति किल. तर्हि गन्धः पृथिव्यां केन सम्बन्धेन वर्तते? किमपि अस्माभिः न अधीतं। गन्धः इति गुणः पृथिव्यां गुणिनी समवायसम्बन्धेन वर्तते। इदानीं द्वितीयः, पृथिवी पृथिव्यां केन सम्बन्धेन भवितुमर्हति? विजया भगिनी वदति, तादात्म्यसम्बन्धः। हा उत्तमम्, उत्तमम्। पृथिवी पृथिव्यां तादात्म्यसम्बन्धेन वर्तते, गन्धः पृथिव्यां समवायसम्बन्धेन वर्तते। तर्हि पृथिवीगन्धयोः समान अधिकरणमस्ति पृथिवी एव, अतः एव पृथिवीगन्धयोः मध्ये समानाधिकरण्यम् अस्ति इति वक्तुं शक्यते। तत्र समान अधिकरणं भवेत्, तद् अधिकरणं किम् अस्मिन् सन्दर्भे इति चेत् पृथिवी एव। तर्हि पृथिवी पृथिव्यां तादात्म्यसम्बन्धेन वर्तते, गन्धः पृथिव्यां समवायसम्बन्धेन वर्तते इति कृत्वा पृथिवीगन्धयोः मध्ये समानाधिकरण्यं वर्तते। इदानीं तृतीयपदमस्ति तत्र भावयोः, इत्युक्ते द्वयमपि अस्ति तत्र, तत्सत्त्वे तत्सत्त्वम् इति एव वदामः किल। तर्हि अन्वयम् इत्युक्ते सत्ता विद्यमानत्वम् इति वयं जानीमः। तर्हि तदेव स्वीकृत्य भावयोः पृथिवीगन्धयोः पृथिवी अस्ति चेत् गन्धः अस्ति, तत्र अस्ति अस्ति इति वदामः किल। अस्ति इत्युक्ते भावः एव, अस्तित्वम् इत्युक्ते भावत्वम्। तर्हि भावयोः पृथिवीगन्धयोः सामानाध्यकरणं वर्तते, सामानाधिकरण्यं वर्तते इत्यतः पृथिवीसत्त्वे गन्धः सत्त्वं, गन्धसत्त्वं, तत्सत्त्वे तत्सत्त्वं, तदेव अन्वयसहचारः इति वदामः। अस्तु, इदानीं पञ्चनिमिषम् अवशिष्यते, तर्हि शिवराममहोदय अग्रे पठति वा? आं महोदय, किञ्चित् वदतु कुतः पठनीयं। व्यतिरेकसहचारः इति पदार्थनिरूपणं, ततः आरभ्य ग्रन्थकारेण त्रिअशीतिः तमपुटे मध्ये अस्ति, व्यतिरेकसहचारः इति पदार्थनिरूपणम् इति शीर्षकमस्ति। अन्वयसहचारः इति पदार्थनिरूपणं, व्यतिरेकसहचारः इति पदार्थनिरूपणं, यत्र पृथिवी नास्ति तत्र गन्धः अपि नास्ति इति चिन्तनम् अभावी आदाय प्रवर्तते इति अर्थव्यतिरिक्तसहचार इति उच्यते। इति अयं व्यतिरेकसहचार इति उच्यते। व्यतिरेकी अभावी पृथ्वी व्यतिरेकौ अभावौ पृथिवी अभावगन्धभावरूपौ तयोः विद्यमानत्वं सामानाधिकरणं च आदाय इह चिन्त्यते इति अयं व्यतिरेकसहचारः, एवं च पूर्वोक्त अन्वयसहचारः व्यतिरेकसहचारश्च ययोः वर्तते तयोः कार्यकारणभावः निश्चितः भवति। भवता वक्तुं शक्यते वा? प्रयत्नं कुर्मः। यत्र पृथ्वी नास्ति तत्र गन्धः अपि नास्ति, चिन्तनम् अभावो आदाय प्रवर्तते इति अयं व्यतिरेकसहचार इति उच्यते। यत्र पृथ्वी नास्ति तत्र गन्धः अपि नास्ति इति चिन्तनं व्यतिरेकसहचार इति उच्यते। व्यतिरेकसहचारः अन्वयसहचारः अन्वयसहचारः वाक्यं कथं भवति इति चेत् तत्सत्त्वे तत्सत्त्वं कारणसत्त्वे कार्यसत्त्वम् इति भवति चेत् तदेव अन्वयसहचारः. व्यतिरेकसहचारः वा वाक्यं कथं भवति? व्यतिरेकसहचारमध्ये कारणं नास्ति चेत् कार्यमपि न भवति. तदभावे तदभावः इति तदभावे आमां तत्सत्त्वे तत्सत्त्वम् इति वाक्यं वदामश्चेत् तदेव अन्वयसहचारः. तदभावे तदभावः इति वदामश्चेत् तदेव व्यतिरेकसहचारः. आमां व्यतिरेकी अभावि वदतु. अत्र कयोः मध्ये व्यतिरेकसहचारः? पृथ्वी तथा गन्ध इत्ययोः मध्ये न पृथिवी गन्धः नास्ति. पृथिवी अभावः गन्ध अभावः अनयोः मध्ये. आमाम् आमामां पृथ्वी अभावः गन्ध अभावस्य मध्ये. आम् तत्र व्यतिरेकः इत्युक्ते अभावः एव इत्युक्ते सत्ता विद्यमानत्वं. व्यतिरेकः इत्युक्ते अभावः नो चेत् अविद्यमानत्वम् इति अवगन्तव्यम्. तर्हि पृथिवी अभावयोः गन्ध अभावयोः मध्ये समानाधिकरण्यं वर्तते. इदानीं समानाधिकरणं किं भवितुमर्हति? समानाधिकरण्यं वक्तव्यं चेत् समानाधिकरणं किमपि वक्तव्यम्. समानाधिकरणं किं भवितुमर्हति? द्रव्यत्वं वा तत्र पृथिवी नास्ति. पृथिवी अभावः कुत्र भवति? अन्यत् किमपि स्वीकरोतु. जलम् तर्हि जलम् इति समान अधिकरणं स्वीकुर्मश्चेत् जले पृथिवी अभावः वर्तते वा? वर्तते. गन्ध अभावः वर्तते वा? वर्तते. तर्हि जलम् इति समान अधिकरणम् इति स्वीकुर्मश्चेत् जले पृथिवी अभावः गन्ध अभावः द्वयमपि वर्तते इति कृत्वा पृथिवी अभावः गन्ध अभावयोः मध्ये समान अधिकरण्यं वर्तते. तत् समान अधिकरणं स्वीकृत्य अत्र व्यतिरेकसहचारः वक्तुं शक्यते. व्यतिरेकसहचारः किम् इति चेत् तदभावे पृथिवी अभावे गन्ध अभावः इति एव व्यतिरेकसहचारः वाक्यम्. पृथिवीसत्त्वे गन्धसत्त्वं पृथिवी अभावे गन्ध अभावः. पृथिवीसत्त्वे गन्धसत्त्वम् इति अन्वयसहचारः. पृथिवी अभावे गन्ध अभावः इति व्यतिरेकसहचारः. अपि च अन्तिमवाक्यम् एवं च पूर्वोक्त अन्वयसहचारः व्यतिरेकसहचारश्च ययोः वर्तते तयोः कार्यकारणभावः निश्चितः भवति. वदतु महोदय अस्मिन्नेव वाक्ये. एवञ्च पूर्वोक्तव्यतिरेककार्यकारणभावः निश्चितः. एवं च पूर्वोक्त अन्वयसहचारः व्यतिरेकसहर तयोः वर्तते तयोः कार्यकारणभावः निश्चितः भवति. यत्र अन्वयसहचारः वा व्यतिरेकसहचारः अस्ति तत्र कार्यकारणभावः निश्चितः तत्र अस्ति. तयोर्मध्ये कार्यकारणभावः तु अस्ति एव. हा किन्तु एकमेव परिष्कर्तव्यं भवता यद् भवता उक्तं तत्र वा इति पदप्रयोगः कृतः तद् मास्तु. यत्र अन्वयसहचारः अस्ति अपि च वेदिते व्यतिरेकसहचारः अस्ति द्वयमपि भवेत्. द्वयमपि अस्ति. आमां पृथिवी अभावे गन्ध अभावः इति भवति इति वक्तुं शक्यते चेत् तत्र इदानीं पृथिवीगन्धयोः मध्ये कारणकार्यभावः अस्ति इति निश्चयितुं शक्यते. हा पृथिवी अस्ति चेत् गन्धः अस्ति इति अन्वयसहचारवाक्यं. पृथिवी नास्ति चेत् गन्धः नास्ति इति व्यतिरेकसहचारवाक्यम्. द्वयमपि सत्यम् इति यत्र वक्तुं शक्यते तत्र कारणकार्यभावः अस्ति इति अवगन्तुं शक्यते. तर्हि इदानीं पृथिवी एव गन्धस्य कारणम्। अस्तु, तर्हि व्यतिरेकसहचारम् अन्वयसहचारम् आधारीकृत्य कार्यकारणभावः अवधारयितुं निश्चयितुं शक्यते इति अस्माभिः अधीतम् एतावत्पर्यन्तम्। एकैकलक्षणं स्वीकर्तुं तथैव वक्तुं शक्नोति किल? किमिति भगिनि, पुनः वदतु। पृथिवी गन्धवती पृथिवी किल, तथैव स्थितस्पर्शं वक्तुं जले अस्ति। एतत् वाक्यमपि स्वीकृत्य तथैव व्यतिरिक्तसहचारण इति वक्तुं शक्नोति वा? सत्यं सत्यं, तदभाव यं किमपि अस्ति अत्र जलस्य अभावः अस्ति तथैव शीतस्पर्शस्य सत्यं सत्यम् इति प्रायः तदेव प्रायः गृहपाठरूपेण अहं प्रेषयिष्यामि। अत्र पृथिवीगन्धयोः मध्ये सन्वयसहचारः व्यतिरेकसहचारः अस्माभिः चिन्तितम्। एवमेव तत्र जले अपि अन्वयसहचारः व्यतिरेकसहचारः लक्षणवाक्यं स्वीकृत्य वक्तुं शक्यते, तेजसि अपि लक्षणवाक्यं स्वीकृत्य वक्तुं शक्यते इत्यतः तदेव गृहपाठरूपेण अहं प्रेषयिष्यामि। विजया भगिन्याः प्रश्नः आसीत् वा? अपूर्वम् उक्तवन्तः प्रतियोगिता व्यतिरेकसहचारमध्ये अभावप्रतियोगिता आगच्छति खलु जि? न न न, अत्र पश्यतु, तत्र प्रतियोगिता किमर्थं मया उक्तम् इति चेत् तत्र सामानाधिकरण्यम् इत्युक्ते किम् इति बोधनाय घटत्वम् अपि च प्रतियोगिता स्वीकृतम्। इदानीं घटत्वम् अपि च प्रतियोगितायाः मध्ये कारणकार्यभावः नास्ति। घटत्वं घटत्वम् अस्ति चेत् प्रतियोगिता अस्ति, घटत्वं नास्ति चेत् प्रतियोगिता नास्ति इति वक्तुं शक्यते वा इति चिन्तनीयम्। यदि तादृशं वक्तुं शक्यते चेत् वदतु भगिनि। पूर्वं भवत्या उक्तं खलु प्रतियोगिता, अनन्तरं तादात्म्यसम्बन्धम्, एतत् सर्वम् इदानीं व्यतिरेकमध्ये नास्ति खलु? एतदेव मम आमामाम् अत्र तत्र पूर्वम् अन्वयसहचारे पृथिवीगन्धयोः सामानाधिकरण्यं कथं साधितम् इति चेत् पृथिव्यां तादात्म्यसम्बन्धेन वर्तते, गन्धः पृथिव्यां समवायसम्बन्धेन वर्तते इति कृत्वा पृथिवीगन्धयोः मध्ये सामानाधिकरण्यं वर्तते इति साधितम्। अत्र जलमेव समान अधिकरणत्वेन स्वीकृतम्। जले पृथिवी अभावः अस्ति, गन्ध अभावः अस्ति अपि अस्ति इति कृत्वा अत्र पृथिवी अभावः गन्ध अभावयोः मध्ये समानाधिकरण्यं साधितम्। उत्तमं, समयः जातः, अत्र स्थगयामः। धन्यवादः।